नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति स्वादिगणः इति. अनदन्ताङ्गेषु अयं प्रथमः गणः स्वादिगणः इति. पुनः एकवारम् आरम्भतः एकवारं पठामः. किञ्चित् पुनस्मरणत्वेन झटिति एव गच्छामः, यतोहि अत्र तत् किमपि अधिकं नूतनं नास्ति. तर्हि अनिमा भगिनी आरब्धुमिच्छति वा? पठतु. स्वादिगणे चतुस्त्रिंशत् धातवः सन्ति. किञ्चित् उच्चैः वदतु अथवा तत्र स्पीकर् समीपे आगच्छतु. ध्वनि श्रूयते वा? श्रूयते, परन्तु किञ्चित् मन्दमस्ति. एकनिमिषम्. इदानीमपि स्वादिगणे चतुर्त्रिंशत् धातवः सन्ति. अयम् अस्माकं प्रथमः धातुगणः, यत्र अङ्गम् अनदन्तम्. अत्र सिद्धान्तकौमुद्यां परम्परागतपद्धत्या तिङन्तरूपनिष्पादनम् अतीव भ्रमात्मकम्. परन्तु पुष्पमातुः पद्धतिमनुसृत्य, पाणिनेः वास्तविकपद्धतिमनुसृत्य अङ्गम् अनदन्तं चेदपि सर्वम् अत्यन्तं स्पष्टं, तर्कपूर्णञ्च. पूर्णमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तस्य निर्माणार्थं त्रीणि सोपानानि सन्ति: विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं, तिङन्तप्रत्ययसिद्धिः, तिङन्तप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनं. पूर्वं वयम् एतादृशं दृष्टवन्तः, यत्र प्रक्रिया किम् अस्ति इति. प्रथमं विकरणप्रत्ययं भवति, तेन तन्निमित्तम् अङ्गकार्यं भवति. तदनन्तरं तिङ्प्रत्ययसिद्धिः भवति. अतः तिङ्प्रत्ययनिमित्तम् अङ्गकार्यं यद् भवन्ति तदपि भवति. इदानीम् अग्रे गन्तुं शक्नुमः. अग्रे पठामि. अग्रे अपि गच्छतु भगिनि. प्रथमं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. स्वादिगणे विकरणप्रत्ययः श्नु. स्वादिभ्यः श्नु इत्यनेन श्नुप्रत्ययः विहितः. लशकृतद्विते इत्यनेन शकारस्य इत्सज्ञा, तस्य लोपः इत्यनेन लोपः. नु तु अवशिष्यते. स्वादिभ्यः श्नुः. स्वादिगणे स्थितेभ्यः धातुभ्यः श्नुप्रत्ययः भवति कर्त्रर्थक सार्वधातुकप्रत्यये परे. सुवादिर्ये श्रान्ते स्वादयः बहुव्रीहिः, तेभ्यः स्वादिभ्यः. स्वादिभ्यः पञ्चम्यन्तं, श्नुः प्रथमान्तं, द्विपदमिदं सूत्रं. कर्तरि शब् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च इत्यनयोः अधिकारः. धातोरनेकाचः हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं. स्वादिभ्यः धातुभ्यः श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके. अस्माकम् इदानीं स्वादिगणे किं कार्यं भवति इत्येव श्रद्धा अस्ति. अत्र विकर्णप्रत्ययः अस्ति श्नु. स्वादिभ्यः श्नु इति अस्ति. शकारस्य लोपः भवति दशकोत्तद्वितीयतनेन, अतः नु एव अवशिष्यते. सम्पूर्णं सूत्रमस्ति स्वादिभ्यः धातुभ्यः स्नु प्रत्ययः परश्च कर्तरि सार्वधातुके इति. अग्रे पठामि वा? समीचीनं भगिनि. क्षम्यतां भगिनि, अत्र धातोरनेकाचु इति प्रिण्टिङ्ग् मिस्टेक् अस्ति इति भावयामि. धातोरेकाचु हलाते सूत्रम् अनुवृत्ति धातोः इत्यस्य अधिकारः इति उक्तं खलु. अनेकाचु इति अस्ति वा? धातोरेकाचु हलादिकं धातोर् एकाचु. हा हा, ब्रिटिङ्ग् स्टे एव अस्ति. सम्यक्, सत्यं, समीकरोमि इदानीमेव. धन्यवादः. कदाचिदेव जायते. अस्तु, तर्हि समीचीनं भगिनि, धन्यवादः. इदानीम् अग्रे शोभा भगिनी अग्रे नयतु. तत्र पुनस्मरणत्वेन एकवारं अस्ति वा शोभा भगिनि? क्षम्यतां भगिनि, म्यूट् मध्ये आसम् वदन्ती आसम्। अस्तु, श्नु षित् अतः तिंषित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति। यथा चियोगः नु इति स्थितौ पुगन्तलघुपदस्य च इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति। यथा तिग् योगः नु इति स्थितौ, परन्तु श्नु अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण निद्वत् तदर्थं निति च इत्यनेन उभयत्र गुणनिषेधः। श्नु षित् अस्ति अतः तत्र तिङ्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः इति नामकरणमस्ति तस्य। तर्हि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः तु अस्ति। यथा चियोगः नु इति स्थितौ, तत्र चि इति तु किं तत्र विकरणप्रत्यया श्नु इत्यस्य नु एव अवशिष्यते, अपि च चि इत्यस्य इकारस्य एकारः भवितुम् अर्हति, किन्तु गुणः न भवति, यतोहि तत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, अपि च तिग् योगः नु यत्र इत्युक्ते तिग् योगः नु इति स्थितौ, किन्तु श्नु इति अपित् अस्ति, शप् इति पित् अस्ति इति कृत्वा गुणकार्यं भवति, श्नु इति अपित् अस्ति, पकारः नास्ति, अतः प्रसक्तिः अस्ति चेदपि गुणकार्यं न सम्भवति। अतः तत्र सार्वधातुकम् अपित् इति सूत्रं विशेषतया पित्वस्य कृते अस्ति, तेन निद्वत् भवति, तदर्थं क्निति तदनन्तरं क्निति इति सूत्रेण गुणनिषेधः क्रियते, अपि च तत्र अनेन कारणेन प्रथमसोपाने किमपि कार्यं नास्ति। अतः इकारान्तधातवः चियोगः नु चिनु इति एव तिष्ठति, उकारान्तधातवः सुयोगः नु सुनु, ऋकारान्तधातवः वृयोगः नु वृणु, हलन्तधातवः तिग्योगः नु तिग्नु, तृप्योगः नु तृप्नु, शक्योगः नु शक्नु, आप्योगः नु आप्नु इति भवन्ति। अपित्वात् कारणात् तत्र गुणः न भवति इति विषयः। अग्रे पठनीयं वा भगिनि? आमां पठतु। विकरणप्रत्ययः निद्वत् चेत् प्रथमसोपाने त्रीणि मुख्यकार्याणि सन्ति। गुणनिषेधः एतदपि एकं कार्यं, स्वादिगणे श्नुप्रत्ययस्य अपित्वात् गुणनिषेधः, सम्प्रसारणं ग्रहिज्या इति सूत्रेण सम्प्रसारणं भवति कितिनिति प्रत्यये परे, स्वादिगणे न कोऽपि सम्प्रसारणी धातुः अस्ति। अनिदितां धातूनां नकारलोपः, अनिदितां हल उपादायाः क्निति इत्यनेन किति निति प्रत्यये परे नकारलोपः, स्वादिगणे तादृशः एकः धातुः अस्ति, दम्भु दम्भने हिंसायां, दम्भ योगः श्नु तत्र नकारलोपः दभ्नु इति अङ्गं भवति। तर्हि तत्र विकरणप्रत्ययः निद्वत् यत्र भवति तत्र त्रीणि कार्याणि भवन्ति, गुणनिषेधः भवति, अपि च सम्प्रसारणकार्यं भवति ग्रहिज्या इति सूत्रेण। अनिदितां अनिदित् धातवः सन्ति चेत् तेषां नकारलोपः भवति, अनिदितां हल उपधायाः क्निति किति निति प्रत्ययपरे, एतानि त्रीणि कार्याणि। अपि च तत्र स्वादिगणे एकः एव धातुः, एकः धातुः अस्ति तादृशः, यत्र नकार किं भवति तत्र दम्भ इति धातुः हिंसायाम् इति अस्ति, दम्भयोगः श्नु तत्र दम्भयोगः नु तिष्ठति, मकारलोपः भवति तत्र दभ्नु इति, इत्युक्ते तत्र मकारस्य तत्र मूले नकारः आसीत्, खलु नकारः अस्ति खलु सत्यं हा मकारः मूले नकारः अस्ति तत्र नश्च पदान्तस्य इत्यनेन भवति खलु नश्चपदान्तस्य धातुपटे नश्चपदान्तस्य जले अनुस्वारस्य ऐ परसवर्णः इति द्वाभ्यां सूत्राभ्यां हा हा चम्ब् इति प्रदर्शितं तत्र धातुपटे वयं पश्यामः चेत् किं दृश्यते धातुपाठे इत्युक्ते दम्ब् इति दृश्यते दम्बु इति दृश्यते किं दृश्यते तत्र दम्भ दम्भ इति एव दर्शितं दम्ब् इति दर्शितं खलु तत्र दम्भु इत्युक्ते दम्भु इति नकारः अस्ति मध्ये किन्तु यदा प्रक्रियां याम् आगच्छति तदा कार्यं किं भवति तत्र दम्भ योगः लट् तदनन्तरं तत्र अरिदितां हल उपादायः क्निति इत्यनेन अस्तु तत्र सर्वं न दर्शितं खलु इत्युक्ते तत्र इत्युक्ते धातुपाठे तु सन्धिकार्यस्य अवसरः अस्ति चेत् तत् कृत्वा एव प्रदर्श्यते परन्तु इदानीं तत्र सन्धिकार्यं तु नश्चपदन्तस्य जलि अनुस्वारस्य एपरसवर्णः इति तु त्रिपादिकार्यम् अस्ति खलु तर्हि इदानीं तस्मात् पूर्वं तत्र अन्यानि सूत्राणि सपादसप्ताध्यायं सन्ति तेषां कार्यं प्रथमतया अस्माभिः करणीयं तदनन्तरमेव त्रिपाद्यां स्थितानां सूत्राणां कार्यम् इति कृत्वा अत्र यदा वयं दातुं स्वीकुर्मः तदानीं मूले नकारः आसीत् इति कृत्वा नकारमेव स्वीकुर्मः इत्युक्ते अनन्तरं नश्चपदन्तस्य जलि अनुस्वरसे परसवर्णः इति द्वाभ्यां यत् कार्यं जातं तद् वयं न स्वीकुर्मः इत्युक्ते तत्र तत्र तादृश नकारः अत्र नश्यति खलु नकारः अत्र नश्यति अनिदितां हल् अनिदितां धातूनाम् अनिदितां हल् उपादायक् नीति इति सूत्रेण नकारस्य लोपः जायते तादृशनकारः एव तत्र निमित्तमस्ति खलु नश्चपदन्तस्य जले अनुस्वरस्य परसवर्ण इति अनयोः कार्यार्थं नकारः अस्ति चेदेव झलिपरे नकारस्य अनुस्वारादेशः भवति अनन्तरम् अनुस्वारस्य परसवर्णादेशः भवति तत्तु नकारः अस्ति चेदेव भवति इदानीम् अनिदितां हल् उपादायक् नीति इत्यनेन नकारः एव लुप्यते चेत् कथं वा नश्चपदन्तस्य जलि अनन्तरम् अनुस्वरस्य परसवर्ण इति कार्यं भवति इति कृत्वा यत्र निमित्तं नशिष्यमाणम् अस्ति अग्रे गत्वा निमित्तं नशिष्यमाणम् अस्ति तदानीं तादृशकार्यम् अस्माभिः न स्वीकर्तव्यम् इति कृत्वा धातुपटे यद्यपि एतत् कार्यं प्रदर्शितम् अस्ति तथापि अस्माभिः न स्वीक्रियते तदर्थम् एका परिभाषा अस्ति अकृतव्यूहाः पाणिनीयाः इति अस्ति अकृतव्यूहाः पाणिनीयाः इति परिभाषया यत्र निमित्तं नशिष्यमाणं भवति अग्रे गत्वा तादृशकार्यम् अस्माभिः न स्वीकर्तव्यम् तर्हि इदानीं यद्यपि धातुपाठे सन्धिकार्यं प्रदर्शितं परन्तु सा तादृशसन्धिकार्यस्य निमित्तम् अग्रे गत्वा नशिष्यमाणमस्ति हरिदितां हल् उपादायक् नीति इत्यनेन नशिष्यमाणमस्ति इति कृत्वा अस्माभिः सन्धिकार्यं न स्वीकर्तव्यम् अतः दन्ब् इति स्वीकृत्य दन्ब् योगः श्नु इति स्वीकुर्मः चेत् तदानीम् अनिदितां हल् उपादायक् नीति इत्यनेन न लोपः भवति अतः दब् योगः श्नु इति दब्नु इति अङ्गं लभ्यते परिभाषा किम् उक्तवती भगिनि अकृतव्यूहाः पाणिनीयाः इत्युक्ते अकृतव्यूहाः इत्युक्ते अकृतः इत्युक्ते न कृतः व्यूहः इत्युक्ते निश्चयस्य अभावः पाणिनीयाः इत्युक्ते वैयाकरणाः यत्र निश्चयः वैयाकरणैः निश्चयः न कृतः इत्युक्ते अत्र नश्चापदन्तस्य जले अनुस्वरस्य ऐ परसवर्णः इत्यस्य विषये निश्चयः न कृतः किमर्थं चेत् तत्र निमित्तं नशिष्यमाणमस्ति खलु नकार नशिष्यमाणमस्ति इति कृत्वा निश्चयः न कृतः एतादृशकार्यस्य निश्चयः न कृतः इति कृत्वा अस्माभिः न स्वीकर्तव्यम् अस्तु अकृतः यत्र निश्चय अभावः अस्ति निश्चय अभाववान् वैयाकरणाः चे अभाववन्तः वैयाकरणाः चेत् तदानीं तादृशकार्यम् अस्माभिः न स्वीक्रियते इति कृत्वा अत्र यद्यपि धातुपाठे कार्यद्वयं प्रदर्शितमस्ति तथापि यदा वयं प्रक्रियार्थं वयं नयामः दातुं तदानीं तत् कार्यं न स्वीकुर्मः अत्र अत्र किम् अस्ति इति चेत् अत्र अत्र त्रीणि कार्याणि उक्तानि खलु. एतद् अस्माभिः पूर्वमपि दृष्टं गुणनिषेधः किति च इत्यनेन गुणनिषेधः सम्प्रसारणस्य अवसरः अस्ति चेत् कितिनिति प्रत्ययपरे सम्प्रसारणम् अनन्तरम् अनिदिद्धातुः अस्ति चेत् उपधायाः नकारस्य लोपः इति त्रीणि कार्याणि बहुत्र भवति. यत्र यत्र प्रत्ययः कित् अथवा नित् सार्वधातुकप्रत्ययः वा भवतु अर्धधातुकप्रत्ययः वा भवतु यदा तप्रत्ययः अस्ति तव तु प्रत्ययः अस्ति सर्वत्र एतादृशकार्यं भवति. अतः एतानि त्रीणि कार्याणि मनसि सन्ति चेत् महान् लाभः. आं भगिनि अस्तु तर्हि अस्तु भगिनि धन्यवादः. अग्रे अरुणा भगिनी अग्रे पठति वा? आं भगिनि केनापि पृष्टं वा किमपि? अस्तु भगिनि पठतु. तिङ् प्रत्ययः सिद्धिः. तिङ् प्रत्ययसिद्धि पूर्वतने पाठे जाता एव. अत्र अङ्गम् अनदन्तं तत्र सिद्ध तिङ्प्रसङ्गसञ्ज्ञकप्रत्ययाः एते. परस्मैपदे लट्लकारे ति तः अन्ति सि तः स थ मि वहामः. अत्र तीसि मे पित्पत्तयः. आत्मनेपदे ते आते अते से आते द्वे ये वहे महे. तदेव लोट्लकारे प्रस्मैपदे तु तात् ताम् अन्तु हि तात् तं ता आनि अव आम. उत्तमपुरुषत्रीणि. क्षम्यता. नमस्कार भगिनि. नमस्कारः महोदय. महान् सन्तोषः भवान् आगतवान्. I never thought I will be able to join because I'm not that technically that sound. But thank you so much for your patience. लोट्लकारे परस्मैपदे उत्तरपुरुषप्रत्यय सर्वे पित्प्रत्ययाः. लोट्लकार आत्मनेपदे ताम् आताम् अतां स्व आथां द्वं ए ऐ आवहे आमहे. लङ्लकारः प्रस्मैपदे त् ताम् अन् ताम् ता अं वा मा. लङ्लकारपि प्रथम प्रत्यय प्रथमप्रत्ययः सा ता सा आर् पित् प्रत्ययः. लङ् आत्मनेपदे ता आताम् अतः थाः आथां त्वम् इ वहिमहि. विधिलिङ् लकारः यात् यातां युः याः याथा यातां यात यां याव याम. आत्मनेपदे ईत ईयातां ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि. तदेव भगिनि वयं जा पठितवन्तः पूर्वमपि. सम्यक् सम्यक् इति एते तु अनदन्त अङ्गानां सिद्धप्रत्ययाः. किञ्चित् अग्रे अपि पठतु. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं. तृतीयसोपानं स्वादिगणे इदं कार्यं मुख्यम्. अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणेयदातवः भागद्वये विभक्ताः. अदन्तदातवः हलन्तदातवः च. यतः धातुः अदन्तो वा हलन्तो वा इत्यनेन तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं भिद्यते. तर्हि स्वादौ वर्गद्वयम् अस्ति. अजन्तः छि उदाहरणं छि धातुः रिच् धातुः. अपि च हलन्ताः षक् धातुः स्वी धातुः. अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं प्रवर्तते. अत्र तिङ्प्रत्ययनिमित्तक अङ्गकार्यं अङ्गतिङ्गन्तयोः मेलनं स्वादिगणे अत्र बहु भेदः अस्ति, तदेव गमनीयं गमनीयः. अस्य सोपाने मातृभिः सुलभार्थं स्वादिगणधातोः भागद्वय विभक्ताः, अदन्तदातवः हलन्तदातवः च. यत्र धातुः अजन्त वा हलन्तो वा इत्यनेन तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं भिद्यते. अत्र उदाहरणमस्ति, तर्हि स्वादौ वर्गद्वयम् अस्ति. अजन्त धातुः उदाहरणं छि, धातुरिच् अत्रापि उपादायाम् एकवर्णः अस्ति. हलन्ताः सक् धातुः, स्वि अत्रापि स्वि इति संयुक्त सक् अण्ड् स्विया संयुक्त अक्षराः स्वि अत्र उपादायाम् एकवर्णः अस्ति. नेन वर्गद्वयेन सर्वं कार्यं प्रयच्छति. बहु सम्यक् भगिनि, धन्यवादः. सम्यक् अस्ति, धन्यवादः भगिनि. तर्हि अत्र अत्र स्वादिगणे ये दातवः सन्ति तेषां रूपाणि अस्माभिः ज्ञातव्यानि चेत् कथं ज्ञातव्यम् इति चेत् अत्र धातोः विभागद्वयं हलन्तदातवः सामान्याः, हलन्तदातवः सामान्याः, अजन्तदातवः विशेषाः. किमर्थं विशेषाः इति चेत् तत्र विशिष्टकार्याणि भवन्ति. हलन्तदातुषु अधिकं कार्यं नास्ति. तत्र पश्यामः चेत् अत्र तु स्वादिभ्यः श्नु तत्र प्रत्ययः अपि ततः गुणः किमपि न भवति. अजादिप्रत्ययः अस्ति चेत् अचिष्णु धातु ब्रुवां युवर् यौ यङ् वङ्गौ, यत्र नु नु इति तत्र उकारान्त यदि धातुः किम् अजादिप्रत्यये परे श्नु इति अस्ति खलु, अचिष्णु धातु ब्रुवां श्नु इति अस्ति इति कृत्वा तत्र श्नु प्रत्यान्तम् अङ्गम् अस्ति इति कृत्वा तत्र उवङ् आदेशः भवति अजादिप्रत्यये परे. तर्हि अत्र अधिकं कार्यं किमपि नास्ति. हलन्तदातुः अस्ति चेत् सरलम्, परन्तु अजन्तदातुः अस्ति चेत् तत्र विशिष्टकार्याणि भवन्ति. इत्युक्ते लोट् लकारस्य सामान्यतया अनदन्तम् अङ्गम् अस्ति चेत् लोट् लकारस्य हि इति प्रत्ययः तिष्ठति, परन्तु अत्र लोट् लकारे हि प्रत्ययस्य लोपः भवति इति एकं कार्यम्. अनन्तरं वकारादि मकारादिप्रत्यये परे वकारादिप्रत्यये परे मकारादिप्रत्यये परे श्नु प्रत्यान्तस्य उकारस्य विकल्पेन लोपः भवति इति तत्र कार्यद्वयं, विशिष्टकार्यद्वयं वर्तते. तत्तु वयम् अग्रे वयं पश्यामः. ओके, सलद्वये अपवादभूतकार्यम् अस्ति. अपि च अजादि अपित्सु हलन्तदातुः अस्ति चेत् अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ कार्यं करोति इति मया उक्तं, परन्तु अजन्तदातुः अस्ति चेत् अचिष्णु धातु ब्रुवाम् इति सूत्रमपि प्रबाद्य हुष्णोः सार्वधातुके इति सूत्रेण यणादेशः भवति. हुष्णोः सार्वधातुके इत्यनेन यणादेशः भवति इति कृत्वा त्रीणि कार्याणि भिद्यन्ते, हलन्तदातुः अनन्तरम् अजन्तदातुः इत्यत्र. हलन्तदातौ सर्वं सामान्यम् अजादिप्रत्ययः अस्ति चेत् तत्र उवङ् आदेशः भवति अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रेण उवङ् आदेशः भवति. अजन्तदातुः अस्ति चेत् त्रिषु स्थलेषु भेदः अस्ति. त्रिषु स्थलेषु यत्र अपि प्रत्ययः अस्ति तत्र गुणः न भवति, तत्तु सर्वं सामान्यम् अस्ति. अपि तु यत्र सम्प्रसारणी धातुः अस्ति चेत् सम्प्रसारणं भवति, अनन्तरम् अनिदिधातुः अस्ति चेत् न लोपः भवति. तत्तु सर्वत्र समानकार्यम् अस्ति. तद् यत्र प्रसक्तिः अस्ति तत्र भवति, तत्र विशेषः नास्ति. परन्तु अजन्तदातुषु त्रिषु स्थलेषु भेदः एकः अस्ति, लोट् लकारे हि प्रत्ययस्य लोपः. अनन्तरं तदर्थं किमस्ति सूत्रमिति अग्रे पश्यामः. अनन्तरं वकारः परे अस्ति अथवा मकारः परे अस्ति चेत् तदानीं तस्मात् पूर्वं स्नु प्रत्ययस्य उकारस्य लोपः विकल्पेन भवति इति कार्यद्वयम्. अनन्तरम् अजादि अपित्सु प्रत्ययेषु परेषु तत्र अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रं प्रबाद्य हुष्णोः सार्वधातुके इत्यनेन सूत्रेण यण् आदेशः भवति इति त्रिषु स्थलेषु भेदः. तदर्थम् अस्माभिः ज्ञातव्यं तत्र धातुः हलन्तः वा अजन्तः वा इति ज्ञातव्यं. तेन महान् लाभः भवति. झटिति प्रक्रिया कथं भवति इति ज्ञातुं शक्नुमः. इत्युक्ते अत्र अस्मिन् गणे ये धातवः सन्ति तेषां सर्वेषां रूपाणि ज्ञातव्यानि इति न. एकस्य हलन्तधातोः एकस्य अजन्तधातोः रूपं कथं भवति इति ज्ञायते चेत् सर्वेषां रूपाणि तथैव समानप्रक्रिया भवति इति कृत्वा सारल्यं वर्तते. अस्तु, तर्हि किञ्चित् अग्रे गच्छामः. तत्र अग्रे विजयाभगिनी अग्रे पठति वा? आं महोदय. अत्र अत्र हलन्तधातवः सामान्याः इति वक्तव्यं वा अनन्तरम् इदानीमेव हलन्तधातूनां कार्यम्? अत्र हलन्तधातवः सामान्याः, अजन्तधातवः विशेषः, ततः अग्रे पठतु. अत्र हलन्तधातवः सामान्याः, अजन्तधातवः विशेषाः इति अवगम्यताम्. नाम स्वादिगणे ये सामान्यनियमाः सन्ति सर्वे हलन्तधातवः तान् नियमान् अनुसृत्य प्रवर्तन्ते. अजन्तधातवः अपि आधिक्येन तदेव प्रवर्तन्ते, किन्तु स्थलत्रये विशेषाः भवन्ति. स्थलत्रयम् अग्रे सूचितम् अस्ति. स्वादिगणे प्रतिनिधिचतुष्टयं स्वीक्रियताम्. तत्र अजन्तः परस्मैपदी धातुः चि, हलन्तः परस्मैपदी धातुः शक्, अजन्त आत्मनेपदी धातुः चि, हलन्त आत्मनेपदी धातुः अश्. येषां चतुर्णां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु लकारेषु लट् लोट् लङ् विधिलिङ्ग् इत्येषु जानीमः चेत् सर्वेषां स्वादिगणीयधातूनां सार्वधातुकलकारूपाणि जानीमः एव. कण्ठस्थीकरणीयम् इति न, सर्वं तर्क आधारेण प्रवर्तते. गतपाठे अस्माभिः दृष्टं यत् सिद्ध तिङ् प्रत्ययाः चतुर्विधाः इति. हलादिपित् अजादिपित्, हलादि अपित्, अजादि अपित् इति. तर्हि स्वादिगणे अजन्तधातुभिः सह हलन्तधातुभिः सह च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्. एतत् विषये एव इदानीं भवत्या उक्तं किं किम् अत्र अस्ति इति च. अनन्तरं अचिष्णु धातु ब्रुवाङ् युवर् इयङ् उवङ्ग् इत्यनेन उवङ्ग् आदेशः भवति. अत्र अजन्तधातूनां एतत् अचिष्णु धातु ब्रुवां युवर् इयङ् भुवङ्गु प्रबाद्य अत्र उष्णुः सार्वधातुके इत्यनेन यनादेशः भवति इति. अत्र अग्रे पठामि वा स्थापयामि? इदानीम् अत्र अतः विशिष्टकार्याणि रक्तवर्णेन स्थूलवर्णेन सूचितानि. अत्र हलन्तधातूनां कार्यं हलादिपित्सु गुणः शक्नुयोः ति, अत्र सर्वधातुको अर्धधातुको इत्यनेन ऊकारस्य स्थाने ओकारः भूत्वा शक्नोति इति भवति. अजादि तित्सु गुणः तदा अवादेशः, शक्नुयोः आणि शक्नो इति भवति. अनन्तरम् आणि इत्यस्य शक्नो अव एचो यव यवः इत्यनेन शक्नवाणि इति अन्तिमरूपं निष्पन्नं. हलादि अपित्सु तु नितिच इत्यनेन गुणनिषेधः, शक्नुयोः तः तत्र वर्णमेलनेन शक्नुतः इति भवति. अजादि अपित्सु अचिष्णुधातु ब्रुवाङ् युवोर् इयङ् उवङ्ग् उवङ्गौ इत्यनेन उवङ्ग् आदेशः भवति. अतः शक्नुयोः अन्ति इत्यस्य शक्नुयोगः उयोगः अन्ति वर्णमेलनेन शक्नुवन्ति इति भवति. इदानीम् अजन्तधातूनां कार्यं त्रिषु स्थलेषु भिद्यते. स्थलत्रयमपि अपित्सु एव, पित्सु न कोऽपि भेदः. अधः सम्यक्तया तोलयन्तु. इदानीम् अजन्तधातूनां कार्यं किम् अस्ति चेत् हलादिपित्सु अस्ति चेत् पित्सु अस्ति चेत् गुणः चिनयोः ति चिनोति इति भवति. अत्र ओकारस्य स्थाने ओकारः भूत्वा अजादिपित्सु अपि चेत् गुणः तथा अवादेशः, एतद् गुणः भूत्वा येषो यव यवः इत्यनेन अवादेशः भूत्वा चिनवाणी इति भवति. हलादि अपित्सु अस्ति चेत् निति च इत्यनेन गुणनिषेधः, यथा चिनु योगः तः, अत्र किमपि कार्यं नास्ति, वर्णमेलनमेव, चिनुतः इति अस्ति. स्थलद्वये अपवादभूतकार्यम् अस्ति. लोटि हि स्थाने मध्यमपुरुषे एकवचन, अनन्तरं तत् स्थाने चिनु योगः हि चिनु एव भवति हि लुक् भवति अत्र वकारमकारादौ प्रत्ययपरे उकारस्य वा लोपः चिनु योगः वः अत्र रूपं द्वयं भवति चिन्वः अनन्तरं चिनुवः इति अजादि अपि सु उष्णुः सार्वधातुके इत्यनेन यनादेशः भवति अतः अत्र चिनु योगः अन्ति भवति चेत् अत्र उकारस्य स्थाने वकारः भवति यनादेशः अतः चिन् योगः व योगः अन्ति चिन्वन्ति इति रूपं भवति महोदय बहु सम्यक् भगिनि धन्यवादः बहु सम्यक् धन्यवादः तर्हि तत्र भेदः स्पष्टतया ज्ञायते खलु हलन्तधातुः अजन्तधातुः इति तत्र इत्युक्ते अत्र श्नु प्रत्ययं योजयित्वा यदङ्गं लब्धं तस्य कृते अत्र चिन्तनं जायमानम् अस्ति इत्युक्ते श्नु प्रत्ययं निमित्तीकृत्य किं कार्यं भवति इति तत्तु पूर्वं दृष्टं श्नु प्रत्ययः अपि प्रत्ययः अतः तत् श्नु प्रत्ययम् आधारीकृत्य गुणनिषेधः भवति अनन्तरं सम्प्रसारणकार्यं प्रसक्तिः अस्ति चेत् तद्भवति अनन्तरम् अनिदिधातुः अस्ति चेत् न लोपः भवति अनिदिधातुः इत्यस्य अर्थः कः कोऽपि वदतु तदस्ति परन्तु अनिदिधातुः इत्यस्य अर्थः कः उपदेशे उपदेशधातु न इदित् इत्युक्ते तत्र यत्र ह्रस्व इकारस्य इत्संज्ञा नास्ति धातोः अन्ते ह्रस्व इकारस्य इत्संज्ञा नास्ति तादृशधातुः इदित् अनिदिद्धातुः तादृश अनिदिद्धातोः उपदायां नकारः वर्तते चेत् तादृशनकारस्य लोपः भवति कितिनिति प्रत्यये परे श्नु इति प्रत्ययः अपित् प्रत्ययः निद्वत् अस्ति इति कृत्वा तत्र अनिदितां हलोपदायकनिति इत्यस्य प्रसङ्गः भवति यथा तत्र दब्नु इत्यत्र अस्माभिः दृष्टम् एतत् सर्वं कृत्वा यदङ्गं लभ्यते श्नु प्रत्यान्तम् अङ्गं खलु इदानीं तदङ्गं स्वीकृत्य कार्यमस्ति तत्र विभागः कथम् इति चेत् अस्माभिः अत्र प्रकारद्वयेन द्रष्टुं शक्नुमः यदि साक्षात् धातुः हलन्तः मूलधातुः हलन्तः चेत् तथा वयं द्रष्टुं शक्नुमः अथवा तत्र श्नु प्रत्यान्त अङ्गस्य उकारात् प्राक् संयोगः अस्ति वा न वा इति द्रष्टव्यं संयोगः भवति हलन्तधातुः अस्ति चेत् संयोगः भवति उकारात् प्राक् संयोगः भवति अजन्तधातुः अस्ति चेत् उकारात् प्राक् संयोगः न भवति इति भेदः संयोगः अस्ति चेत् तत्र विशिष्टकार्याणि न भवन्ति संयोगः नास्ति चेत् तत्र विशिष्टकार्याणि भवन्ति इदानीं पश्यन्तु चिनु इति चि इति धातुः अजन्तधातुः चिनु इति अङ्गमस्ति चिनु इति अङ्गं तत्र उकारात् प्राक् संयोगः अस्ति वा न वा तत्र कः नास्ति विनय महोदय वदतु नास्ति संयोगः नास्ति संयोगः अत्र केवलं हलो अन्तराः आधारेण संयोगः नास्ति चिनु इत्यत्र नकार इकारः वर्तते इकारः नकारः वर्तते हल् वर्णद्वयम् अस्ति चेदेव संयोगः इकारयोः संयोगः नास्ति अतः चिनु इति अजन्तधातुः तत्र तु संयोगः न भवति अजन्तधातुषु संयोगः न भवति श्नु प्रत्ययात् पूर्वं संयोगः कुत्रापि न भवति इति कृत्वा तद् एकः प्रकारः हलन्तधातुः शक् इति धातुः शक्नु इति वयं पश्यामः चेत् तत्र नु इत्यस्मात् प्राक् संयोगः अस्ति वा न वा अत्र संयोगः अस्ति तत्र शक्नु इत्यत्र नु इत्यस्य उकारात् प्राक् तयोः वर्णयोः संयोगः शक्नु इत्यत्र ककारनकारयोः संयोगः ककारनकारयोः संयोगः वर्तते संयोगः वर्तते इति कृत्वा तस्य कृते एकः प्रकारः तदेव हलन्तधातुः इति वदामः यत्र संयोगः वर्तते उकारः प्राक् सः धातुः हलन्तः भवेत् हलन्तधातुः मूले अजन्तधातुः अस्ति चेत् संयोगः नास्ति. किमर्थम् एतादृशसंयोगस्य विषये चिन्तनम् अस्माभिः क्रियते इति चेत् यतोहि सूत्राणि तथा सन्ति. यत्र श्नुप्रत्ययस्य उकारात् प्राक् संयोगः नास्ति तादृश अङ्गस्य अनन्तरं हि प्रत्ययस्य लोपः भवति. अपि च तादृश उकारात् तादृश उकारान्त अङ्गस्य यत्र संयोग असंयोगपूर्वकः उकारान्त अङ्गं श्नुप्रत्ययान्तम् अङ्गं तस्य अनन्तरं वकारमकारप्रत्ययः अस्ति चेत् तदानीम् उकारस्य लोपः विकल्पेन भवति इति तत्रापि असंयोगपूर्वकः इति उक्तम्. एवं हूष्णोः सार्वधातुके इत्यत्रापि तत् सूत्रं तदा एव कार्यं करोति यदा तत्र असंयोगपूर्वकः भवेत्, उकारः असंयोगपूर्वकः इति कृत्वा संयोगः अस्ति वा न वा इति चिन्तनं. तर्हि कथं तत्र तत् सरलतया द्रष्टुं शक्नुमः इति चेत् अजन्तधातोः कृते संयोगः न भवति इति कृत्वा अजन्तधातुः हलन्तधातुः इति भेदद्वयम् अत्र स्वीकृतमस्ति. तर्हि हलन्तधातुः अस्ति चेत् सर्वत्र सामान्यकार्यमस्ति. हलादिपित्सु गुणः भवति, अजादिपित्सु गुणः भवति अवादेशः, हलादि अपित्सु गुणनिषेधः, अजादि अपित्सु अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रेण उवङादेशः. किमर्थम् उवङादेशः इति चेत् तत्र साक्षात् श्नु इति उक्तं खलु, श्नु प्रत्ययान्तम् अङ्गम् अस्ति चेत् तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् उवङादेशः भवति. तर्हि अचिष्णुधातु ब्रुवाम् इति सूत्रं यः कोऽपि अजादि अपित् प्रत्ययः अस्ति तत्र सर्वत्र प्रसक्तमस्ति अस्मिन् गणे. धातुः अजन्तः चेदपि इदं सूत्रं प्रवर्तते, परन्तु तद् सूत्रं प्रबाद्य खुष्णोः सरदातुके इति सूत्रेण धातुः अजन्तः चेत् तदानीं यणादेशः भवति अजादि अपित्सु. अपितु हलादि अपित्सु तत्र स्थलद्वये भेदः, सामान्यतया गुणनिषेधः इति सर्वत्र अस्ति, स्थलद्वये भेदः अजन्तधातोः. लोटि हि इत्यस्य लोपः, चिनुयोगः हि चिनु इति भवति, वकारमकारादौ प्रत्यये परे उकारस्य लोपः, चिन्वः चिनुवः इति रूपद्वयम् इति भेदः अस्ति. अस्तु, इदानीं किमर्थं स्थलत्रये तत्र भेदः इति सरस्वती भगिनी पठति वा? आं भगिनि, धन्यवादः भगिनी सहायार्थं योजयितुं शक्तवती. नास्ति चिन्ता भगिनि, नास्ति चिन्ता. भवन्तः न सन्ति चेत् अहं तान् पाठयामि अतः. न, अहं भवत्याः ईमेल् न दृष्टवती, अहम् अत्रैव प्रयत्नं कृतवती आसम्. अस्तु, किमर्थं स्थलत्रये हलन्तधातुरूपेभ्यः अजन्तधातुरूपाणि भिद्यन्ते? सर्वेषामपि स्वादिगणीयधातूनाम् अङ्गम् उकारान्तं भवति. शक् योगनु शक्नु, चि योगनु चिनु. तर्हि शक्नु चिनु च अनयोः अङ्गयोः भेदः कः? शक्नु इति अङ्गे उकारात् प्राक् संयोगः अस्ति. हलोनन्तराः संयोगः इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगसंज्ञा भवति. तर्हि शक्नु इति अङ्गे ककारनकारयोः वर्णयोः संयोगसंज्ञा. स्वादिगणे धातुः हलन्तः चेत् तस्य धातोः अङ्गे उकारात् प्राक् संयोगः भवति एव. धातुः हलन्तः तस्मात् नु संयुज्यते चेत् धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति. शक्नु इत्यस्मिन् क्न, आप्नु इत्यस्मिन् प्न, अश्नु इत्यस्मिन् श्न. एतावत् वदामः? आमां, वदतु. अस्तु, तर्हि अत्र यत्र यत्र भेदः अस्ति तत्र किमर्थं भेदः अस्ति तस्य विषये अत्र दत्तमस्ति. स्वादिगणीयधातूनां अङ्गाः सर्वे अङ्गानि उकारान्तं भवन्ति, यतोहि नु अस्ति, श्नुतः केवलं नु अवशिष्यते, अतः नु भवति विकरणप्रत्ययः. अतः शक् यथा शक् नु उकारान्त, पुनः चि यदि धातु अस्ति पुनः नु योजनेन चिनु भवति, पुनः उकारान्त. एवं तर्हि तर्हि हलन्तधातुः अस्ति नो चेत् अजन्तधातुः अस्ति, तर्हि तेषां तयोः भेदः कः, तस्य विषये पुनः अत्र अग्रे अस्ति. शक्नु उकारात् प्राक् संयोगः अस्ति, संज्ञासूत्रमस्ति हलोनन्तराः संयोगः. अत्र संयोगसंज्ञा इत्युक्ते द्वयोर्व्यञ्जनयोः मध्ये स्वरः नास्ति चेत् तस्य नाम अस्ति संयोगः, हलोनन्तराः संयोगः अनेन सूत्रेण, इत्यनेन सूत्रेण संज्ञा संयोगस्य अत्र परिभाषा अस्ति. अतः तत्र शक्नु इति अङ्गे ककारनकारयोः संयोगः अस्ति, इत्युक्ते उकारात् प्राक् ककारनकार अस्ति, तेषां तयोः संयोगः भवति. एवमेव तर्हि स्वादिगणे यदि हलन्तः अस्ति तर्हि तस् उकारात् प्राक् संयोगः भवति एव, यतोहि नु वयं नु संयुज्यते, अतः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः भवति एव. परन्तु यदि अजादि अस्ति तर्हि नु अस्ति परन्तु तस्मात् पूर्वम् अजादि अस्ति, अतः तत्र संयोगः न भवति. उदाहरणानि सन्ति, शक्नु अत्र ककारनकारयोः संयोगः, आप्नु अत्र पकारनकारयोः संयोगः, अश्नु अत्र षकारनकारयोः संयोगः. अग्रे पठामि भगिनि? आमाम् अग्रे पठतु. स्वादिगणे हलन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः अस्ति, अजन्तधातूनाम् अङ्गे उकारात् प्राक् संयोगः न कदापि भवति. चियोगनो इत्युक्ते चिनु, अत्र ची धातुः अजन्तः इकारान्तः, अतः नकारेण सह हल् वर्णस्य संयोगः नास्ति, तथैव सर्वत्र अजन्तधातुषु. सुयोगनु सुनु, व्रूयोगनु वृणु, अत्रैव हलन्त अजन्तयोः भेदः. हलन्तेषु अङ्गस्य यः उकारः सः संयोगपूर्वः उकारः, अजन्तेषु अङ्गस्य यः उकारः सः असंयोगपूर्वः उकारः. इदानीमेव यत् वयं हलन्तविषये हलन्तधातूनां विषये उक्तवन्तः, तथैव पुनः अजन्तधातूनामपि सन्ति, तर्हि तत्र संयोगः न भवति, यतोहि तत् अजन्तः अस्ति, अतः नकारेण सह हल् वर्णस्य संयोगः एव नास्ति, अतः पुनः अत्र उदाहरणानि सन्ति यथा सूनु भ्रूनु भ्रूयोगनु भ्रूनु भवति, तदनन्तरं तत्र णत्व भवति. अत्र एतदेव एषः एव अस्ति भेदः हलन्त अजन्तयोः. हलन्तेषु अङ्गस्य उकारः अस्ति सः संयोगपूर्व उकारः अस्ति, अजन्तेषु असंयोगपूर्वः उकारः. समीचीनं, सम्यक् सम्यक्, धन्यवादः भगिनि. इति एव भेदः अस्ति, संयोगपूर्वकः उकारः वा असंयोगपूर्वकः उकारः वा. इत्युक्ते श्नु प्रत्यान्तम् अङ्गं यदस्ति उकारान्तं, तादृश उकारस्य विषये चिन्तनं. सः उकारः तस्य उकारात् प्राक् संयोगः वर्तते वा न वा इति चिन्तनं. संयोगः अस्ति चेत् तदानीं विशिष्टकार्याणि न भवन्ति, संयोगः नास्ति चेत् विशिष्टकार्याणि भवन्ति. अस्तु, तर्हि अन्तिमवाक्यमेकमस्ति, तदपि पठतु भगिनि. हलन्त अजन्तधातोः मध्ये सिङ्गन्तेषु स्थलत्रये भेदः वर्तते, तस्य कृते सूत्रत्रयं प्रत्येकस्मिन् सूत्रे अनया एव रीत्या भेदः उक्तः, यत् अङ्गे उकारः असंयोगपूर्व चेत् कार्यं भिद्यते, असंयोगपूर्व उकारः केवलं अजन्तधातुषु भवति, अतः यत्र सूत्रेषु असंयोगपूर्व दृश्यते तत्र अजन्तधातुः इति बोधितम्. तर्हि सूत्रत्रयस्य कार्यं भवति अत्र. तर्हि पुनः प्रत्येकसूत्रे भेदः यद् अस्ति तदेव उकार असंयोगपूर्व अस्ति चेत् कार्यं भिद्यते, असंयोगपूर्व उकारः केवलम् अजन्तधातुः भवति अत्र असंयोगपूर्वः दृश्यते तत्र अजन्तधातुः इति वयं ज्ञातुं शक्नुमः समीचीनं यदस्माभिः पूर्वं चर्चितं तदेव अत्र अस्ति समीचीनम् अस्तु तर्हि धन्यवादः भगिनी इदा इतः अग्रे विजयलक्ष्मी भगिनी पठति वा प्रथमभेदः आं भगिनि प्रथमभेदः अजाद्य अपित्सु हलन्तधातूनाम् उवङ् अजन्तधातूनां यण् अजाद्य अपित्सु उवङ् आदेशः इति सामान्यनियमः हलन्तधातवः सामान्याः अतः ते इमं नियमं पालयन्ति अजन्तधातवः अत्र अपवादभूताः तेषां यण् आदेशः भवति उवङ् प्रबाध्य यथा शक्नु योगः अन्ति अत्र उकारस्य उवङ् आदेशः अचिष्णु धातु ब्रुवाम् इति सूत्रेण शक्न योगः उव योगः अन्ति इति भवति रूपं भवति शक्नुवन्ति इति एवमेव चिनु योगः अन्ति अत्र उकारस्य उव इति उवङ् आदेशः न भवति अपि तु यण् आदेशः भवति सूत्रं किं भगिनि उष्णोः सार्वधातुके हुष्णुवोः सार्वधातुके अग्रे आयासति हुष्णुवोः हूष्णुवोः सार्वधातुके हूष्णुवोः सार्वधातुके इति सूत्रेण उकारस्य यण् आदेशः भूत्वा उकारस्य स्थाने वकारः आयाति चिन्वन्ति इति रूपं सिद्ध्यति अग्रे पठानि वा पठतु अत्र तर्कक्रमः एवं शक्नु योगः अन्ति अत्र अङ्गम् उकारान्तं प्रत्ययः अजाद्यपित् अस्मिन् प्रसङ्गे यण् सन्धेः प्रसक्तिः इको यणचि इदं सूत्रं सर्वसामान्यम् इक् पूर्वम् अच् परं चेत् सर्वत्र प्रसक्तम् अतः शक्नु योगः अन्ति शक्नवन्ति इति भवति स्म इको यणचि इति सूत्रेण किन्तु यण् सन्धिं प्रबाध्य अचिष्णुधातुभ्रुवां युवोर्यम् उवङ्गौ इति सूत्रेण उवङ् आदेशः विधीयते इकोयणचि इकः स्थाने यण् आदेशः स्यात् अचिपरे संहितायां विषये इकः यण् स्यात् असवर्णे अचिपरे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् सवर्णे अचिपरे अकस्सवर्णे दीर्घः इत्यनेन यण् बाधितं भवति इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदम् इदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम् अत्र शक्नु योगः अन्ति इति स्थिते सामान्यकार्यं तु इको यणचि इति सूत्रेण कर्तुं शक्यते उकारः अस्ति उकारे परे उकारः इक् वर्णः अस्ति उकारे परे अच् अकारः अस्ति अच् वर्णः समानं नास्ति किम् असवर्णः अतः उकार अकारयोः इको यणचि इति सूत्रेण सन्धिं कृत्वा शक्नवन्ति इति रूपं सिद्ध्यति स्म परन्तु अत्र अचिष्णु धातुभ्रुवां युवोर्यम् उवङ्गौ इति सूत्रेण इको यणचि इत्यस्य कार्यं बाधितं भवति अपि च उवङ् आदेशः विधि उकारस्य उवङ् आदेशः विधीयते इको यणचि इति सूत्रस्य अत्र अर्थं सम्पूर्णसूत्रं कथं निष्पद्यते इति दत्तमस्ति. असवर्णे इक् वर्णात् परे असवर्ण असवर्णः अच् वर्णः भवति चेत् संहितायां इकः स्थाने यण् आदेशः भवति इति सूत्रस्य फलितार्थः. अचिष्णु धातुभ्रुवां युवोर् इयङ् वङौ इति सूत्रस्य फलितार्थः अग्रे अस्ति. पठानि वा भगिनि? पठतु. अचिष्णु धातुभ्रुवां युवोर् इयङ् वङौ श्नु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य इकारान्त उकारान्तधातुरूपि अङ्गस्य भ्रू प्रातिपदिकस्य च एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादिप्रत्यये परे. श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः परिभाषा विंशति त्रयोविंशति इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नुप्रत्ययः स्यात् तस्मात् इत्यर्थः. युवोः इति विशेषणं धातुशब्दस्य एव युवोः इति विशेषणं धातुशब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं भ्रूप्रातिपदिकं च उकारान्तः एव, अतः तत्र इयम् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यम्. येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकार उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भ्रूश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम् ईश्च ऊश्च तयोः इतरेतरद्वन्द्वः यू तयोः युवोः इयं च उवं च तयोः इतरेतरद्वन्द्वः इयम् उवङ्गौ अचि सप्तम्यन्तं श्नुधातुभ्रुवां षष्ट्यन्तं युवोः षष्ट्यन्तम् इयम् उवङ्गौ प्रथमान्तम् अनेकपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं युवोः श्नुधातु ब्रुवाम् अङ्गानाम् इयम् उवङ्गौ अचि. अचिष्णुधातु ब्रुवां युवोर् इयम् उवङ्गौ इति सूत्रस्य को अर्थः इति अत्र उल्लिखितमस्ति. श्नु प्रत्ययान्त अङ्गस्य इत्युक्ते स्वादिगणस्य अङ्गस्य अपि च इकारान्त उकारान्तधातुरूपि अङ्गस्य श्नु प्रत्ययान्त अङ्गस्य अपि च इकारान्त उकारान्तधातुरूपि अङ्गस्य अपि च भ्रूप्रातिपदिकस्य इति एतेषाम् इकारस्य अपि च उकारस्य स्थाने क्रमेण इकारस्य स्थाने इयम् उकारस्य स्थाने उवम् इति आदेशः भवति. कदा भवति? अजादिप्रत्यये परे. श्नु प्रत्यये प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु इति प्रत्ययः भवति तस्य तदङ्गम् इति फलितार्थः. युवोः इति अत्र केवलं धातोः इत्यस्य एव विशेषणं भवितुम् अर्हति यतोहि श्नु प्रत्ययान्त अङ्गस्य केवलम् उकारः एव भवति अपि च भ्रू इति प्रातिपदिकस्य अन्ते अपि केवलम् उकारः एव भवति अतः ईकारस्य अत्र प्रसक्तिरेव नास्ति अतः केवलं धातु इत्यस्य विषये एव इकारः अपि अत्र सूत्रे वर्णितम् अस्ति अतः युवोः इति शब्दः धातोः विशेषणम् इति स्पष्टं भवति येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः अथवा उकारः भवति तादृशः धातुः इति अर्थः भवति अत्र श्नुश्च धातुश्च भ्रूश्च इति एतेषाम् इतरेतरद्वन्द्वः कृत्वा श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम् इति षष्ट्यन्तपदम् ईश्च ऊश्च तयोः इतरेतरद्वन्द्वः यु इति भवति यु इत्यस्य षष्ट्यन्तं युवोः इति भवति इयङ् च उवङ् च एतेषाम् एतयोः इतरेतरद्वन्द्वः इयङ् उवङौ इति रूपम् अचि इति सप्तम्यन्तम् श्नुधातुभ्रुवाम् इति षष्ट्यन्तम् युवोः इत्यपि षष्ट्यन्तम् यङ् वङ्गौ इति प्रथमान्तम् अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति युवोः श्नुधातुभ्रुवाम् अङ्गानां यङ् वङ्गौ अचिपरे इति सम्यक् सम्यक् सम्यक् तर्हि समीचीनं तत्र श्नुधातुभ्रुवाम् इति तत्र तत्र द्वन्द्वः कृतः खलु तस्य अनन्तरं युवोः इति अस्ति युवोः युवोः इति पदस्य श्नुधातुभ्रुवाम् इत्यत्र कथम् अन्वयः इतरेतरद्वन्द्वः भवति चेत् प्रत्येकस्य भागस्य अन्वयः भवति स्म परन्तु अत्र भ्रू अपि च श्नु इत्यनयोः विशेषणं कृत्वा न कोऽपि लाभः तत्र तु केवलम् उकारः एव वर्तते अतः फलितार्थः केवलं धातोः विशेषणम् इति हा समीचीनं तत्र साक्षात् उकारः वर्तते इति कृत्वा योः युवोः इत्यस्य आवश्यकता नास्ति तत्र श्नु इत्यनेनैव उकारान्तः इति ज्ञायते तर्हि पुनः उकारान्तः इति किमर्थं वक्तव्यम् इति कृत्वा तत्र युवोः इत्यस्य अन्वयः नास्ति धातुः इत्यनेन सह सम्पूर्णयुवोः इत्यस्य अन्वयः अस्ति इति कृत्वा युवोः धात्वोः इति वयं वदामः चेत् इकारान्तधातुः उकारान्तधातुः तत्र ह्रस्वः वा भवतु दीर्घः भवतु युवोः इत्यनेन ई वर्णः इकारः ह्रस्वः वा दीर्घः वा द्वयोः अपि ग्रहणम् इति तत्र इयङ् उवङ् आदेशः भवति अचिपरे इयङ् उवङ् आदेशः श्नु उकारान्तः अस्ति चेत् उवङ् आदेशः इकारान्तः अस्ति चेत् इयङ् आदेशः तर्हि अयम् आदेशः कुत्र भवति इदानीं तत्र धन्यवादः भगिनी इदानीं जयलक्ष्मी भगिनी वदतु अयम् आदेशः कुत्र भवति अयम् आदेशः तु इयङ् आदेशः उवङ् आदेशः इति अत्र स्थानः उकारस्य स्थाने अथवा इकारस्य स्थाने तर्हि अत्र विभागत्रयमस्ति श्नु प्रत्ययान्त अङ्गस्य उकारः वर्तते श्नु इति उकारान्त अङ्गमस्ति अपि च युवोः इति वदामः चेत् इकारान्त अङ्गं अथवा उकारान्तम् उकारान्तधातुः धात्वङ्गम् अस्ति इकारान्तधातुः अथवा उकारान्तधातुः अनयोः उकारस्य स्थाने उवङ् आदेशः इकारस्य स्थाने इयङ् आदेशः इति भवति इति सामान्यतया परन्तु तत्र किं कस्य स्थाने किं अत्र इकारस्य स्थाने इयङ् आदेशः इति वदामः चेत् अलोन्त्यस्य इत्यनेन भवति इति चिन्तयामः किन्तु अत्र आदेशः अनेकाल् अस्ति इति कृत्वा अनेकाचित् सर्वस्य इति सूत्रेण सर्वस्य सर्वस्य स्थाने भवति किन्तु अत्र अस्यापि अपवादः अलोन्त्यस्य इत्यस्य अपवादेन अनेकाचित् सर्वस्य इति सूत्रं प्रवर्तते किन्तु अस्यापि अपवादेन उवङ् इवङ् इति ङित् अस्ति ङित् अस्ति इति कारणात् ङकारस्य इत् अस्ति इति कारणात् ङिच्च इत्यनेन पुनः अन्तादेशः एव भवति इति कारणात् अत्र इकारस्य स्थाने एव इयङ् आदेशः भवति उकारस्य स्थाने उवङ् आदेशः भवति समीचीनम् तदेव खलु समीचीनं समीचीनम् इति अस्ति समीचीनं तत् तदेव क्रमः अलोन्त्यस्य अनेकाश्चित् सर्वस्य निच्छ निच्छ इत्यनेन अन्तादेशः पुनः भवति इति कृत्वा श्नु इति प्रत्ययान्तस्य उकारस्य स्थाने एव आदेशः न तु सम्पूर्णश्नु इत्यस्य स्थाने अथवा धातोः सम्पूर्णस्य स्थाने नास्ति आदेशः अस्तु समीचीनं भगिनि भवत्येव अग्रे पठतु आं भगिनि स्वादिगणे फलितार्थः एवं यत् अजादि अपित्सु स्नु प्रत्ययान्तस्य उकारस्य स्थाने उवङ् आदेशः सर्वेषां स्वादिगणीयधातूनां कृते अस्य सूत्रस्य प्रसक्तिः अतः अत्र अस्माकं विषयः स्वादिगणः इति कारणात् अजादि अपित्सु स्नु प्रत्ययान्तस्य उकारस्य उवङ् आदेशः भवति इति अनेन सूत्रेण विधिः भवति अचिष्णुधातुपूर्वं युवर् यङ् उवङौ इति सूत्रेण अत्र विषयः अस्ति स्वादिगणे अजाति अपित्सु स्नुप्रत्ययान्ताङ्गम् अपि भवति अत्र उकारस्य स्थाने उवङ् आदेशः भवति इति विषयः उवङ् इति आदेशस्य ङकारस्य अकारस्य च इत् संज्ञा भवति अतः उव् इति अवशिष्यते उव् इत्यस्मिन् एकः एव वर्णः न एक एव वर्णः न अपि तु तस्मात् अधिकाः वर्णाः उ व इति अतः अनेकाल् अस्ति तर्हि अत्र अनेकाचित् सर्वस्य इत्यनेन शक्नु इत्यस्य पूर्णतया स्थाने उवङ् परन्तु ङिच्च इति अपवादसूत्रेण आदेशः ङित् चेत् अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः उवङ् ङित् अतः शक्नु इत्यस्य उकारस्य एव स्थाने उवादेशः सुदादिगणे अपि तादृशं कार्यम् अवलोकितम् इकारान्तधातुषु उकारान्तधातुषु च तर्हि अत्र वदति यत् यत्र स्वादिगणे शक्नु इति यत्र अङ्गं स्नु प्रत्ययान्त अङ्गं भवति अत्र अन्ति इति यदि अकारान्त अचि परे अस्ति चेत् अकारादिप्रत्ययः यत्र परे अस्ति तत्र उकारस्य स्थाने भवति वा सम्पूर्ण अङ्गस्य स्थाने उवङ् आदेशः भवति वा इति प्रश्ने सामान्यतया अलोन्त्यस्य इति सूत्रेण उकारस्य स्थाने भवति स्म किन्तु अनेकाल् अस्ति इति कारणात् आदेशः उकारवकारः अस्ति ङकारः इत् अस्ति उकारवकारः तिष्ठति एव तर्हि अनेकाल् अस्ति इति कारणात् सम्पूर्ण अङ्गस्य स्थाने भवितुम् अर्हति अनेकाचित् सर्वस्य इति सूत्रेण किन्तु तस्यापि अपवादेन ङिच्च इति सूत्रं प्रवर्तते यतोहि अत्र उवङ् इति ङित् अस्ति ङित् प्रत्ययः अस्ति इति कारणात् ङिच्च सूत्रेण अन्त्यस्य स्थाने एव आदेशः भवति न तु सम्पूर्ण अङ्गस्य तुदादिगणे अपि एतादृशकार्यम् अवलोकितम् अत्र कुवति भुवति इति इति चिन्तयामि. कु इति भवति तस्य उकारस्य स्थाने उ आदेशः भूत्वा कुवति गु इत्यस्य गुवति इति रूपाणि भवन्ति. समीचीनं समीचीनं समीचीनं सम्यक् भगिनि. तर्हि तत्र अस्तु, धन्यवादः भगिनि. इदानीं तत्र वंशी भगिनी अग्रे पठितुम् इच्छति वा? आं भगिनि, तत्र पुत्र स्मः अनेकाश्चित् सर्वस्य इति सूत्रं प्रथम अध्याये प्रथमपादे पञ्चपञ्चाशत्तमं सूत्रमस्ति. आदेशः अनेकाश्चित् च चेत् सर्वस्य स्थाने आदेशः भवति, न तु अन्त्यस्य अलोन्त्यस्य इत्यस्य अपवादः. न एकः अनेकः नैतत्पुरुषः, अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः, ष इत् यस्य सः षित् बहुव्रीहिः, अनेकाल् च षित् च अनेकाल्षित् बहुव्रीहिगर्भसमाहारद्वन्द्वः. अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः. अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एकः एव वर्णः न अपि तु अनेके वर्णाः. अनेकाल् प्रथमान्तं, षित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रं स्थानेन्तरतमः इत्यस्य इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल्षित् सर्वस्य स्थाने सूत्रमस्ति. अनेकाल्षित् सर्वस्य इति सूत्रमस्ति. प्रथमं तु एतत् सूत्रम् अलोन्त्यस्य इत्यस्य अपवादसूत्रमस्ति. सूत्रं किं वदति इत्युक्ते, आदेशः यदि अनेकाल् अस्ति तत्र अलोन्त्यस्य इत्यस्मिन् एकस्य वर्णस्य एव आदेशः भवति, अपि च अन्ते इति अलोन्त्यस्य अलः स्थाने आदेश अन्त्य आदेशः भवति इति सूत्रं वदति. परन्तु यदि आदेशः आदेशः अनेकाल् अस्ति, अनेकाल् अस्ति, अनेकाल् इत्युक्ते एकाल् इत्युक्ते एकः एव अल् वर्णः, अनेकाल् इत्युक्ते अनेक अल् वर्णाः इति सन्ति. अपि च तत्र षित् अस्ति. षित् इत्युक्ते षकारः यस्मिन् अस्ति तस्यापि अन्तर्भूतः अस्ति. अनेकाल् अथवा षित् अस्ति तत्र. तर्हि तत्र सम्पूर्णस्य स्थाने इत्युक्ते तत्र सूत्रे यत्र षष्ठ्यन्तं पदमस्ति तस्य स्थाने, सम्पूर्णस्य स्थाने आदेशः भवति, न तु अन्त्य अलः इति सूत्रस्य विवरणमस्ति. न एकः अनेकः, तत्र तु नैतत्पुरुषसमासः अस्ति. अनेकः इत्युक्ते कथं निष्पन्नं समासः. अनेकाल् अल् यस्य सः अनेकाल् बहुव्रीहिः, तत्र तु बहु कस्य इत्युक्ते अनेकाल् इत्यस्य बहुव्रीहिसमासः अस्ति. अतः कस्य इत्युक्ते तत्र यः शब्दः अनेकाल् अस्ति तस्य विवरणं करोति. ष इत् इत्यसः इत्युक्ते षित् तत्रापि बहुव्रीहिः अस्ति. यस्य षित् इति संज्ञा अस्ति यस्मिन् समूहे अनेकाल् इत्यस्मिन् षकारः इति संज्ञा अस्ति तस्य विवरणं करोति. अनेकाल् च षित् च अनेकाल् षित् बहुव्रीहिगर्भसमाहारद्वन्द्वः इति उक्तमस्ति. अतः तत्र अलोङ्क्यस्य इत्यनेन यद्यपि तत्र एकस्य वर्णस्य स्थाने आदेशः भवति, अनेकाल् षित् सर्वस्य इत्यनेन अति आदेशः अनेकाल् अस्ति. अपि च यस्मिन् षित् षकारः इति संज्ञा अस्ति सः समूहः सर्वस्य स्थाने आदेशः भवति इति सूत्रार्थः. अनुवृत्तिसहितसूत्रमस्ति अनेकाश्चित् सर्वस्य स्थाने इति स्पष्टतया उक्तमस्ति. बहु समीचीनं भगिनि, सम्यक्तया उक्तं. तर्हि अनेकाश्चित् सर्वस्य इति सूत्रम् अस्माभिः ज्ञायते एव. यत्र अनेके वर्णाः सन्ति तदानीम् आदेशे अनेके वर्णाः सन्ति चेत् आदेशः सर्वस्य स्थाने भवति. षष्ट्यन्तपदस्य सम्पूर्णस्य स्थाने आदेशः भवति, न तु अन्त्यवर्णस्य इति तत् सूत्रमस्ति. तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी अग्रे पठति वा? निच्च अस्ति वा भगिनि? भगिनि आं भगिनि शृणोमि, पठतु. पठतु पठतु. निच्च नित् आदेशः अनेकाल् चेदपि अन्तस्य एव स्थाने भवति, न तु सर्वस्य. न इत् यस्य सः नित् बहुरीहिः नित् प्रथमान्तं च अव्ययपदं द्विपदपदं सूत्रं स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अलोन्तस्य इत्यस्मात् अलः अन्तस्य इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति नित् च अन्त्यस्य अलहस्थाने सूत्रं वदति निच्च इति सूत्रं वदति प्रथमं नित् च निच्च भवति अनेकाल् चेदपि अन्तस्य एव स्थाने भवति न तु सर्वस्य न इत् यस्य सः नित् नित् इत्युक्ते नकारः इत्संज्ञा अस्ति तत् नित् भवति बहुरिः समासः नित् प्रथमान्तं च अव्ययपदं स्थानेन्तरतमा इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः भवति अलोन्तस्य इत्यस्मात् अलः अन्तस्य सम्पूर्ण अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं नित् च अन्तस्य अलः स्थाने इति अलोन्तस्य इत्यस्य अपवाद भगिनी नित् च अपि अन्तस्य एव भवति अनेकाल्षित् सर्वस्य इत्यस्य अपवादः अनेकाल्षित् सर्वस्य अपवादः अनेकाल् अस्ति अपि अन्ते एव भवति न तु सर्वस्य इति सारांशः समीचीनं समीचीनं तर्हि अग्रिमपरिच्छेदमपि पठतु तर्हि अचिस्नु धातुभ्रुवां व्योर् यङ् वङ्गौ इति सूत्रेण अजाद्यपित्सु स्नु प्रत्ययान्तस्य उकारस्य स्थाने उवङ्गादेशः सर्वेषां स्वादिगणीय धातूनां कृते हलन्तधातूनामपि यथा सेक् अजन्तधातूनामपि यथा छि अयम् उवङ्ग आदेशः किन्तु अत्र हुस्नियो स्नुवोः सार्वधातुके इति सूत्रेण अङ्गस्य प्रत्यय सम्बन्धी उकारः असंयोगपूर्वचेत् येन आदेशः विधीयते तत्र सूत्रमस्ति अचिस्नु धातुभ्रुवां व्योर्यङ् वुङ्गौ इति सूत्रविवरणमस्ति अजादपित्सु स्नु प्रत्ययस्य उकारस्य स्थाने वुङ्ग आदेशः सर्वेषां स्वादिगणधातूनां कृते हलन्तधातूनाम् अपि अजन्तधातूनामपि अयम् उवङ्ग आदेशः भवति अत्र हूस्नुवोः सार्वधातुके इति सूत्रेण यत्र प्रत्ययसम्बन्धी उकारः असंयोगपूर्वचेत् एण आदेशः भवति अचिस्नु धातुभ्रुवां यो यङ् इति सूत्रस्य प्रभात्य हूस्नुवोः सार्वधातुके इति सूत्रेण असंयोगपूर्वस्य उकारस्य स्थाने यणादेशः भवति सारांशः यत्र अङ्गम् अजन्तङ्गम् अस्ति चेत् क्षम्यताम् असंयोगपूर्वः अङ्गम् अस्ति चेत् यणादेशः भवति संयोगपूर्वपूर्व उकारः अस्ति उकारस्य स्थाने ऊ आदेशः भवति संयोगपूर्वः अङ्गम् अस्ति चेत् संयोगपूर्व अङ्गम् अस्ति चेत् असंयोगपूर्व उकारः अङ्गं न संयोगपूर्व उकारः अस्ति चेत् तदानीम् उवङ्गादेशः भवति यत्र असंयोग अस्ति चेत् यण् आदेशः भवति तदर्थम् उकार आदेशः भवति समीचीनम् अस्तु तर्हि इदानीं क्षणद्वयम् अस्ति तत्र विनय महोदय अग्रे अग्रिमसूत्रं पठति वा उष्णोः सार्वधातुके इति उष्णवोः सार्वधातुके हु धातु च अनेकाच श्रुप्रत्यान्तं अङ्गं च तयोः असंयोगपूर्वस्य अङ्ग अन्तस्य उकारस्य स्थाने यण आदेशः भवति अजादि सार्वधातुकप्रत्यये परे स्थाने अन्तरतमः इत्यनेन उकारस्य स्थाने यण प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः वकारः येन विधितदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलवन्त्यस्य इत्यनेन अङ्ग अन्ते उकारस्य स्थाने आदेशः यस्मिन् विधितदादौ अल् ग्रहणे वार्तिकम् इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये कुश्च शनुश्च तयोः इतरेतरद्वन्द्वः उष्णवौ तयोः उष्णवौः न विद्यते पूर्वः संयोगः इत्यस्मात् सः संयोगपूर्वः बहुव्रीहि तस्य असंयोगपूर्वस्य उष्णवोः षष्ठ्यन्तं सार्धातुके सप्त्यन्तं द्विपदम् इदं सूत्रम् अचिष्णुधातु भ्रवाम यवोः यङ्गवङ्गौः इत्यस्मात् अचि इत्यस्य अनुवृत्ति इणो यण इत्यस्मात् यण इत्यस्य अनुवृत्तिः एह अनेकाच्चो असंयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः ओः सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः उष्णवोः संयोगपूर्वस्य ओः अङ्गस्य यण अचि सार्वधातुके तर्हि अचिष्णुधातु भ्रवां सम्बन्धित वयं जानीमः परन्तु अत्र अचिष्णुधातु भ्रुवां हलन्तधातु यत्र संयोग अस्ति यथा आप्न इत्यादि परन्तु अत्र व्यवस्था असंयोगपूर्व अस्ति असंयोगपूर्व अस्ति वयं किञ्चित् पठितवान् धातु अस्ति चि विकर्ण अस्ति नु स्वादिगण अत्र तु कोऽपि संयोग नास्ति संयोग नास्ति अत्र उष्णवः सार्धातुके सूत्राधारेण निष्पन्नता भवति तर्हि चिनु अस्ति परन्तु चिनु कुत्र यण् अस्ति प्रश्न वदति वयं जानीमः अपित् सम्बन्धे प्रत्यय आधारेण पित् अपित् सम्बन्धे किञ्चित् जानीमः तर्हि हलादि पित् अजादिपित् हलादि अपित् अजादि अपित् क्रमास्ति आत्मने अपि च परस्मैपदि सम्बन्धे परन्तु अत्र चिनु यत्र अपित् अपित् अस्ति तर्हि तु सार्धातुकार्धातुकयो भवति महोदय महोदय क्षम्यताम् अतः कृपया सूत्रार्थः कः इति एकवारं वदतु न सूत्र अस्त्र अहं केवलं उष्णवौ सम्बन्धे यदि वदामः तर्हि कुत्र उष्णवौ प्रयुक्तः यदि सूत्रस्य निमित्तं किं सूत्रस्य निमित्तं किं तत् सूत्रस्य निमित्त तु अस्ति स्पष्टतया असंयोगपूर्वव्यवस्था यत्र असंयोगपूर्ववस्था अस्ति अपि च तथा न असंयोगपूर्वव्यवस्था इति तथा मा वदतु असंयोगपूर्व उकारः उकारान्तम् अङ्गम् असंयोगपूर्वस्य उकारान्तस्य अङ्गस्य अपि च तत्र किं हू धातुः अनेकाच्नुप्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्व उकारः हू धातुः भवेत् अनेकाच् हू धातुः अथवा श्नुप्रत्ययान्तम् अङ्गम् अनयोः असंयोगपूर्व उकारः अस्ति चेत् यणादेशः भवति अजादिप्रत्ययपरे अजादिसार्वधातुकप्रत्ययपरे इत्युक्ते यदा सूत्रं यदा पठति तदानीं साक्षात् सूत्रस्य अर्थः कः इति वक्तव्यं प्रथमतया तदनन्तरम् उदाहरणस्य चिन्तनम् एवं तत्र उदाहरणस्य चिन्तनं करोति चेत् तदानीं जनाः न अवगच्छन्ति सूत्रस्य अर्थः कः इति प्रथमतया सूत्रे यानि पदानि सन्ति तानि स्वीकृत्य सूत्रार्थः कः इति एकवारं वक्तव्यं खलु हू धातु तु जुहोति जुहोतिगण अस्ति हू धातु परन्तु अत्र प्रायः कोऽपि सम्बन्धः नास्ति केवलं यस्मिन् कस्मिन्नपि गणे भवतु नाम यस्मिन् कस्मिन्नपि गणे भवतु नाम परन्तु अत्र हू धातुः अनेकाच् भवेत् अनेकाच् भवेत् अनन्तरम् असंयोगपूर्व उकारः अपि भवेत् तदानीं यणादेशः भवति अचिसारधातुके अत्र हू अर्थात् ह हलन्त योगा उ तर्हि अत्र तु कोऽपि संयोग नास्ति तदर्थमेव अनेकाच् इति उक्तं खलु अनेकाच् इति उक्तं तर्हि तदेव तत्र चिन्तनं कर्तुं शक्नुमः उष्णो सार्वधातुके हू धातोः प्रसङ्गे कुत्र भवितुम् अर्हति इति वयं द्रष्टुं शक्नुमः खलु तत्तु यथा भवान् उक्तवान् ज्योत्यादिगणे एव अस्ति ज्योत्यादिगणे हू धातुः अस्ति तदानीं द्वित्वं भवति हू हु इति भवति तदानीम् अनेकाच् इदानीं तु असंयोगपूर्व उकारः अस्ति खलु अत्र तु संयोगपूर्व तदानीम् अचिपरे यणादेशः भवति यथा तत्र यणादेशार्थात् इको यणचि आदेश यणादेशार्थात् इको यणचि आदेश न इको यणचि आदेश इति न यणादेश इत्युक्ते अनेन सूत्रेण एव यणादेशः इको यणचि इति नास्ति अनेन सूत्रेण एव यणादेशः तस्य मम भ्रमः अस्ति आसीत् यदि यदा यदि अहं पठितवान् यण अर्थः तु कोऽपि अन्यसूत्राधारेण अनेन सूत्रेण एव यणादेशः अनेन सूत्रेण एव यणादेशः समीचीनं समीचीनं तर्हि अस्य सूत्रस्य विषये पुनः अग्रिमसप्ताहे पठिष्यामः अत्र सरलरीत्या एकवारं दृष्टं तर्हि कोऽपि प्रश्नः अस्ति वा अत्र नो चेत् स्थगनं कुर्मः समयः अतीतः तत् भगिनी तत्र चि अपि सारधातुके अपि वक्तुं शक्नुमः किं पुनः वदतु अनेकाच् स्नुवोः असंयोगपूर्वस्य वोः अङ्गस्य यण् अचि अपित् अपित् इति न अचि सार्वधातुके तावदेव अपित् इति कुत्रापि नास्ति ओके अचि सार्वधातुके अपित् इति नास्ति अपित् इति कथम् आयाति इति चेत् यत्र पित् प्रत्ययः अस्ति तत्र तु सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः भवति खलु यतोहि तत् परसूत्रमस्ति तदानीं गुणः भवति तर्हि अत्र गुणं प्रबाद्य अत्र उष्णो सारधातुके इति यणादेशः तर्हि एकनिमिषः तत्र अकृतव्यूहः पाणिनीयः इति उक्तवान् क्षम्यता सम्यक् न किमपि फोन् आगतं तस्मिन् समये न श्रुतवती तत्र तत्र कस्य सूत्रस्य विषये उक्तवती भवती? दम्ब् दब् दब् दब् दम्ब् दम्ब् इति धातुः अस्ति खलु, दम्ब् सत्यं, तत्र दन्बु दन्बु इति धातुः अस्ति, मूले नकारः एव अस्ति, मूले नकारः अस्ति, धातुपाठे नश्यापदान्तस्य जले अनुस्वारस्य ये परसवर्णः इति अनयोः सूत्रयोः कार्यं कृत्वा प्रदर्शितमस्ति. ओ अस्तु, अस्तु, तर्हि तत् सूत्रद्वयं वयं न स्वीकुर्मः इति एव वदति, यतोहि तत्र अग्रे गत्वा तत्र नकारस्य नकारः नश्यति इति कारणं लोपः, अतः तत्र सूत्रद्वयं न दर्शयामः अत्र इति अस्ति, न कार्यं न स्वीकुर्मः. आमां कार्यं न स्वीकुर्मः. अस्तु अस्तु, अवगतं, तदेव अस्ति किल, अहं किमपि अन्यत् चिन्तितवती. अस्तु अस्तु, धन्यवादः. तावदेव तत्र, हा अवगतं, धन्यवादः. अस्तु समीचीनं, तर्हि अत्र स्थगनं कुर्मः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी. धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः.